सर्वेभ्यः नमस्कारः. अस्माकं समासवर्गे समासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि ऐ ऊन् ऋक् ए ओङ् अय्यौ च अयवरट् लण् ञामाङ्गाणनम् जभै घढदश् जपगडदश् अछाठाटकौ कपै षर् हल इति सूत्राणि. अस्तु, विनयमहोदय विनयमहोदय अस्ति वा? भवान् किञ्चित् पारायणं करोति वा? नमस्ते, गृहिणी अस्मि. नमस्कार भगिनि. द्वितीय अध्याये प्रथमपादः समर्थः पदविद्धिः शुभामन्त्रिते परान्वत् प्राक्तररातस्तमासः सहसुपः अग्रन्विभक्तिसमैव समृद्धि वृद्ध्य अर्थभावत्यय सम्प्रति शब्दप्रादुर्भाव पश्चात् यः आरुपूर्वयोगपद्यसादृश्यसम्पत्ति साकल्यान्तवचनेषु यथा स असादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपर परिबहिर्हन्त्वः पञ्चम्या आङ्गमर्यादा अभिविध्योः लक्षणे नाभिप्रति आभिमुख्ये अनूर्ययत्समया यस्य चायामः तिष्ठगुभटीनि च पाले मध्ये पाले मध्ये षष्ठ्या वा सङ्ख्या वंश्येन नदीभिः च अन्यपदार्थे च संज्ञायाम्. समीचीनम्, उत्तमम्. गतवर्गे वयं यावदवधारणे इति सूत्रस्य विषये चर्चा अस्मि. भवतु, नमस्कारः भगिनि. भवान् अहं पठामि? न श्रूयते. न एकनिमिषम्. न यावदवधारणे इति सूत्रे अवधारणे इत्युक्ते किम्? अवधारणम् इत्युक्ते किम्? अवधारणार्थे यावत् इति अस्ति, अवधारणम् इत्युक्ते किम्? निश्चयः किं निश्चयः कस्य निश्चयः कः निश्चयः सङ्ख्यानिश्चयः अस्ति चेत् निश्चयेन तत्र कौण्ट् अथवा सङ्ख्या भवेत् तदा एव तत्र यावत् इति अव्ययस्य प्रयोगः क्रियते अस्तु यावत् इति अव्ययं कस्मिन् विभक्तौ निर्दिष्टः निर्दिष्टमस्ति कस्यां विभक्तौ निर्दिष्टः अस्ति यावत् इति अव्ययम् कस्यां विभक्तौ निर्दिष्टः अस्ति प्रथम वा भूत्वा पूर्वम् आगच्छति अत्र तु न सामान्यतया अव्ययानां विभक्तिः नास्ति अव्ययानां विभक्तिः नास्ति अत्र अग्रे आयासति तत्र अग्रिमसूत्रं सुप्रतिना इति सूत्रमस्ति तत्र विभक्तिरूपं प्राप्य एव कार्यं कृतम् अस्ति इत्युक्ते यद्यपि अव्ययानां विभक्तिः नास्ति तु सूत्रे अव्ययस्य अनुकरणमेव कृतम् इत्युक्ते तस्य शब्दमेव स्वीकृतं शब्दमेव स्वीकृतं न तु अर्थम् अव्ययम् इति अर्थं स्वीकृतम् इति कृत्वा यावत् इति तु मम चिन्तनम् अत्र यावत् इति अव्ययम् अव्ययम् इति यावत् अव्ययम् इति अपि अव्ययम् इति पदं प्रथमाविभक्तिः अस्ति एवमेव यावत् इति पदं प्रथमाविभक्तौ अस्ति इति कृत्वा तस्य पूर्वप्रयोगः इति वयं वदामः सुप् सुपासः अव्ययभावः समासः अवधारणे अस्तु अत्र अस्तु यावन्तः श्लोकाः तावन्तः उच्चार्यमान् उच्चित प्रणामाः इति अच्युतप्रणामाः सम्यकम् अच्युतप्रणामाः इत्युक्ते यावन्तः श्लोकः तत्र यावत् इति अत्र तत्र विभक्तिरूपं स्वीकृत्य यावत् इति शब्दः अस्ति यावत् इति शब्दः अस्ति शब्दत्वेन स्वीकृतः अस्ति यावत् यावान् यावन्तौ यावन्तः इति भवति पुल्लिङ्गे नपुंसकलिङ्गे यावत् यावती यावन्ति इति भवति नपुंसकलिङ्गे यावत् इति शब्दः अस्ति जगज्जगति जगन्ति एवमेव भवति सत्यं तदनन्तरं स्त्रीलिङ्गे यावत् इति यावती यावत्यौ यावत्यः इति भवति नदी समान् एवं भवति अत्र यावत् इति शब्दः अस्ति शब्दः एव उक्तः अस्ति यावत् श्लोकाः यावन्तः श्लोकाः इति यावत् शब्दः एव इदानीं तु यावत् इति शब्दस्य स्थाने तत्र किम् आगच्छति यावत् इति अव्ययम् आगच्छति यावत् इति अत्र यावत् इति शब्दः अवधारणार्थे अस्ति इति लिखितमस्ति तत्र इत्युक्ते यावत् इति शब्दः अस्ति तत्र यावत् इति अव्ययम् इदानीं वयं प्रयुज्मः एतदपि अवगन्तव्यं तदा यावत् श्लोकम् इति भवति यावत् श्लोकम् इति तत्र सन्धिविषये अपि दीर्घचर्चा जाता गतवर्गे इदानीं नूतनविषयः अस्ति, सुप्रतिना सुप्रतिना मात्रार्थे इति अस्ति. अस्तु, गोमती भगिनी भवती पठति वा सुप्रतिना मात्रार्थे? पठामि. मात्रार्थे अव्ययं सुबन्धेन सह समस्यते, अव्ययीभावसमासः च भवति. सुप्रतिना मात्रार्थे द्वितीयाध्याये प्रथमपादे नवमश्लोकः. सूत्रं समर्थः सुबन्धपदं मात्रार्थे वर्तमानेन प्रतिनाशब्देन सह समस्यते, अव्ययीभावश्च समासो भवति. मात्रा इति शब्दस्य पर्यायशब्दाः बिन्दुः, स्तोकं, लेशः, अल्पम् इत्यादयः. प्रति इति अव्ययं मात्रार्थं द्योतयति. सुकर्मान्तं प्रतिना तृतीयान्तं मात्रार्थे कर्तव्यन्तम् इत्यस्मात् एतस्य अनुवृत्तिः भवति. प्राक् समासः इत्यस्य अधिकारः. सम्यक् न श्रूयते भगिनि. उच्चैः वद. एकनिमिषम्, अहमपि म्यूट् मध्ये भवामि. पठतु भगिनि. पुनः पठामि वा? पुनः पठतु, न श्रूयते. न श्रूयते. इदानीं श्रूयते महोदय? इदानीं श्रूयते. ओके. सुप्रतिना मात्रार्थे द्वितीय अध्याये प्रथमपादे नवमसूत्रं. समर्थः सुबन्धपदं मात्रार्थे वर्तमानेन प्रतिना शब्देन सह समस्यते, अव्ययीभावश्च समासो भवति. मात्रा इति शब्दस्य पर्यायशब्दाः बिन्दुः, स्तोकं, लेशः, अल्पम् इत्यादयः. प्रति इति अव्ययं मात्रार्थं द्योतयति. सुप् प्रथमान्तं, प्रतिना तृतीयान्तं, मात्रार्थे सप्तम्यन्तं. सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. प्राक् कटारात् समासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं सुप् मातार्थे प्रतिना सुपा सह अव्ययीभावः समासः. सूत्रम् अस्ति सुप् प्रतिना मात्रार्थे. एतत् सूत्रम् अव्ययीभावसमासे गच्छति. अनुवृत्तिसहितसूत्रं भवति सुप् मात्रार्थे प्रतिना सुपासः अव्ययीभावः समासः. सुबन्धपदं मात्रार्थे सुबन्धपदेन समस्यते, सुबन्ध अव्ययपदं प्रति इति भवति. मात्रा इत्युक्ते अल्पं, लेशः, बिन्दुः, स्तोकं, किञ्चित् इत्यादि अर्थः भवन्ति. अत्र सुप्रतिना अत्र प्रतिना इति दत्तमस्ति. तत् यदा अस्माभिः पठितं पूर्वसूत्रे, अत्र अपि प्रति इति अव्ययम् उत्तरपदे आगच्छति, सुबन्धपदं पूर्वम् आगच्छति. अतः सुप् प्रतिना मात्रार्थे इति दत्तम्. अस्तु, तत्र अत्र प्रति इति शब्दः पूर्वं कुत्र अस्माभिः पठितं? शब्दः अव्ययम् अव्ययं विभक्तिसु दीर्घसूत्रे वयं यथा इति यथा दीप्सार्थे वृक्षं वृक्षं प्रति सिञ्चति इति अर्थः. वृक्षं वृक्षं प्रति सिञ्चति. अस्तु, अत्र प्रति इति शब्दस्य प्रयोगः तत्र आसीत्. अत्र तु मात्रार्थे इति अर्थे अस्ति. मात्रार्थे इत्युक्ते किम्? मात्रा मीन्स् किञ्चित्. मात्रार्थे किञ्चित् आहारं, किञ्चित् किञ्चित् इति अर्थः अल्पः. अस्तु, इदानीं भवती वदतु, प्रतिना इति पदस्य विभक्ति का? विभक्ति तृतीयविभक्ति. यद्यपि प्रति इति अव्ययम् इत्येव अस्ति, तथापि अत्र किं कृतम्, अव्ययस्य एव तत्र शब्दरूपेण, तत्र शब्दं स्वीकृत्य तस्य विभक्तिरूपं निर्मितमस्ति. अत्र अव्ययस्य विभक्तिरूपं स्वीकृतमस्ति. अव्ययम् इति प्रति इति अव्ययमस्ति, प्रयोगे अव्ययमस्ति, तु तस्य शब्दं स्वीकृत्य प्रतिना इति प्रयोगं कृतम् अस्ति. अस्तु, सुपासः अविभावः समासः भवति. अयं तु अविभावसमासाधिकारी भवति. अत्र किञ्चित् शास्त्रविषयः अस्ति. सुप् मात्रार्थे इति अस्ति, अपि च अस्मिन् सूत्रे एव सुप् इति उक्तमस्ति. किमर्थम् इति अग्रे आयासति. तस्मात् पूर्वं किं कुर्मः, किञ्चित् अभ्यासं कुर्मः, तदा एव तदनन्तरं वयं तत्र शास्त्रविषयं प्रति गच्छेम. अस्माकं मुख्यलक्ष्यम् अस्ति तत्र अभ्यासः, कथं सुप्रतिना मात्रार्थे इति सूत्रं प्रवर्तते इति. तदनन्तरं शास्त्रविषये चर्चां कुर्मः. अस्तु, तत्र सुप्रतिना मात्रार्थे इति किञ्चित् तदनन्तरं यथा इति सूपस्य लेशः इति अस्ति, अग्रे आयास्ति, तद् स्वीकुर्वन्तु सर्वे. स्वीकृतवन्तः वा? एकनिमिषं, स्वीकृतवन्तः खलु? अस्तु, इदानीं विनय् महोदय, भवान् तत्र सूपस्य लेशः ततः पठति वा? अग्रे अस्ति महोदय, अग्रे अस्ति. अस्मिन् सूत्रे सुप् इति न ततः अग्रे उदाहरणानि सन्ति, तत्र उदाहरणानि सन्ति, तत् स्वीकुर्मः. यथा सूपस्य इति तत्र सुप्रतिना मात्रार्थे इति चतुर्थ बिन्दुः अस्ति अस्ति खलु, प्रारम्भे ताद् सूत्रस्य अर्थं लिखितमस्ति. ततः किञ्चित् एकं द्वे त्रीणि चत्वारि पञ्च षड् सप्त किञ्चित् दशपरिच्छेदाः अनन्तरं यथा इति आगच्छति, यथा सूपस्य लेशः इति भवति. दशः अनन्तरं यथा इति भवति, यथा सूपस्य यथा पश्यामि, यथा उदाहरणमस्ति भवान् सूपस्य लेश. अत्र सूपस्य लेशः सूप् प्रति किञ्चित् सूपः इत्यर्थः, लेशः इति शब्दः अल्पमात्रार्थे अस्ति इति, अतः प्रति इति शब्देन तस्य बोधनं क्रियते. अतः सूप् पदम् अस्ति, प्रति शब्दः अस्ति, पदम् अस्ति परन्तु समास अस्ति सूप प्रति केवलं मेलनं भवति केवलं मेलनं नास्ति लेशः इति न अत्र लेशः इति कस्मिन् अर्थे अस्ति लेश इत्युक्ते किं मात्रा अर्थे इति अस्ति खलु लेश इति लेश इति मात्रा अर्थे अस्ति लेश इति शब्दः अल्पमात्रार्थे अस्ति अतः लेशः लेशः मार्तार्थे शब्दः मार्तार्थ अर्थः अस्ति लेशः मार्तार्थ अर्थः अस्ति अस्तु तदा तदनन्तरं प्रति इति शब्देन तस्य बोधनं क्रियते प्रति इति अव्ययेन शब्देन न अव्ययेन अस्तु प्रतीन शब्देन इति भगिन्या लिखितमस्ति अल्पार्थे अस्ति इत्यतः प्रति इति शब्देन तस्य बोधनं क्रियते इति तत् यद्यपि तत्र शब्दम् इति तद् अव्ययम् इत्येव भवतु मम दृष्टिः अस्ति तादृशमस्ति भगिन्या सह पृच्छामि तत्र किमर्थं शब्देन लिखितमस्ति इति प्रति इति अव्ययं स्वीकृत्य वयं कुर्मः प्रति अव्ययं प्रति अव्ययं प्रति परनिपातः पूर्वनिपातः नास्ति किमर्थं पूर्वनिपातः नास्ति तदेव मुख्यविषयः अस्ति किमर्थं प्रति इत्यस्य नास्ति यथा इति प्रश्नः उदेति खलु प्रश्नः उदेति यथा यदि अहम् अवगच्छामि दीर्घसूत्र अव्ययं प्रथमा निर्दिष्टम् अत्र दीर्घसूत्र इति सम्बद्धः नास्ति दीर्घसूत्र अत्र सम्बद्धः नास्ति अतः अव्ययं पूर्वपदं दीर्घसूत्रेण आधारेण अपेक्षितः अत्र नास्ति अस्तु भवान् किं करोतु इदानीम् अस्माकम् उदाहरणं किम् अस्ति सूपस्य लेशः इति अस्ति लेशस्य प्रति इति अव्ययम् अस्ति प्रति इति अव्ययम् अस्ति इदानीं किमर्थं प्रति इति अव्ययस्य पूर्वप्रयोगः न कृतः इति संशयः अस्ति खलु प्रति इति किमर्थं पूर्वप्रयोगः न कृतं पूर्वप्रयोगस्य निमित्तं किम् पूर्वप्रयोगस्य निमित्तं किं पूर्वप्रयोगस्य निमित्तं प्रथमा निर्दिष्टं विभक्ति यदा अस्ति तर्हि उपसर्जनं पूर्वं संज्ञा भवति तदनन्तरं निपात भवति निपात इत्युक्ते पूर्वप्रयोगः भवति अस्तु प्रथमाविभक्तौ यत्पदं शास्त्रे प्रथमाविभक्तौ यत्पदं निर्दिष्टमस्ति तस्य एव पूर्वप्रयोगः अस्ति इति अर्थः खलु प्रथमानिर्दिष्टं पदं यत्पदम् अस्ति तेन लक्षितं पदं तस्य एव पूर्वप्रयोगः इति अस्ति इदानीं सूत्रं किं वदति सुप्रतिना मात्रार्थे प्रति इति शब्दः इति प्रति इति अव्ययं तत्र कस्यां विभक्तौ अस्ति प्रतिना तृतीयविभक्तिः अस्ति तृतीयविभक्तौ अस्ति चेत् अस्तु तृतीयविभक्तौ अस्ति चेत् तस्य पूर्वप्रयोगः भवति वा तृतीयविभक्ति अत्र यदि वयं सुप्सुपा सम्बन्धे वदामः तर्हि सुबन्तं सुबन्तेन सह समस्यते अत्र प्रतिना सुपा समानम् अस्ति प्रतिना सुपा इति तृतीयविभक्तौ स्तः इति एतौ शब्दौ प्रतिना सुपा इति शब्दद्वयम् अथवा पदद्वयं तृतीयविभक्तौ स्तः तु सुप् इति यत् पदम् अस्ति तदेव प्रथमविभक्तौ अस्ति खलु सुप् इति यत् पदम् अस्ति तदेव प्रथमविभक्तौ अस्ति प्रतिना इति तृतीयविभक्तौ अस्ति इति अवगच्छति खलु भवान् प्रतिना इति शब्दः अथवा प्रतिना इति पदं तृतीयविभक्तौ अस्ति तत् कारणेन एव तस्य पूर्वप्रयोगः न कृतः नास्ति अवगतं वा इदानीं सर्वैः बुद्धं वा भवता अवगतं सर्वैः बुद्धं वा आं महोदय पुष्पा भगिनि आं महोदय आम् भवती वदतु किमर्थम् अस्तु एकनिमिष सुप्रतिना मातार्थे इति सूत्रेण प्रति इति उपयुक्तं उत्तरे आगच्छति किमर्थम् उत्तरे आगच्छति ओ सहस्रपायत्री इति सूत्रेण इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति प्रति इति अव्ययं मातार्थे द्योतयति मीन्स् उपयुक्तं कृतं प्राकडारसमासः इत्यस्य अधिकारः अस्ति परन्तु प्रति इति सुप् मात्रार्थे प्रतिना सुपासः अव्ययीभावः समासः तदेव न एतत् सूत्रेण तृतीया विभक्ति अस्ति तथैव तद् उत्तर पूर्वपदं न आगच्छति इति तृतीयविभक्तौ अस्ति इति कृत्वा तस्य पूर्वप्रयोगः नास्ति इति कस्य पूर्वप्रयोगः भवति तदा प्रति इत्यस्य न भवति परन्तु परन्तु कोऽपि कोऽपि मात्रार्थे अस्ति तद् तदेव मात्रार्थे एव प्रति इति अव्ययम् आगच्छति इदानीं सूपस्य लेशः सूपस्य लेशः इत्युक्ते किं मात्रार्थे अस्ति लेशः इति सूप एव पूर्वपदम् आगच्छति पूर्वपदम् आगच्छति अस्तु सूप् इति वदनेन इङ्ग्लिष् सूप् आक्चुलि That's what Lakshmi, I mean, Shri Devani, soup, like lentil. Lentil soup. Not sambar or anything, I think there is a word for sambar too. Kvathitam, sambar is like kvathitam. Kvathitam. Subandha padam, subandha padam purvam agachati. Kimattam agachati? Kimattam agachati? प्रतिना इति तृतीयविभक्तौ दत्तं सुपाः प्रतिना अतः प्रति इति अव्ययं परम् आगच्छति स्वपूर्वं सुबन्धः किमर्थं सुप् इति समासविधायकसूत्रे सुप् इति विभक्तौ अस्ति सर्वे एकनिमिषम् एकनिमिषं सर्वे मिलित्वा एकनिमिषं समासविधायकसूत्रे सुप् इति प्रथमाविभक्तौ अस्ति तस्य पूर्वप्रयोगः अस्ति तदा तस्य पूर्वप्रयोगः भवति चेत् तस्य पूर्वप्रयोगः कृतः अस्ति इति कारणेन प्रति इति शब्दस्य अपरप्रयोगः इत्युक्ते तद् अनन्तरमेव आगच्छति इति अर्थः पूर्वप्रयोगः इत्येव वयं वदामः तस्य पूर्वप्रयोगः सुप् इत्यस्य सुबन्तस्य एव पूर्वप्रयोगः न तु अव्ययस्य अव्ययं प्रति इति अव्ययं तत्र प्रतिना इति उक्तत्वात् पूर्वप्रयोगः न भवति इति कृत्वा सुबन्तस्यैव पूर्वप्रयोगः भवति. सुप् इत्यपि प्रथमविभक्तौ निर्दिष्टः अस्ति. अस्तु, तदेव अत्र परिच्छेदे दत्तमस्ति. अस्तु, अत्र प्रक्रियां समापयामः, तदनन्तरं तत्र शास्त्रविषये पठेम. अस्तु, सर्वैः बुद्धम् इति अहं चिन्तयामि. इदानीं सूपयोग सूपयोगप्रति इति अस्ति. अस्तु, अग्रे पुष्पा भगिनी भवती वदतु, सूपयोगप्रति इत्यत्र किं भवति? सूपयोगप्रति इति इदानीं पूर्वप्रयोगः कृतः. पूर्वप्रयोगः सूपस्यैव पूर्वप्रयोगः इति निर्णयं कृत्वा सूपप्रति इति अस्ति. इदानीं किं भवति? इदानीं सूपयोगः नश् योगः प्रति, तदेव अलौकिकवाक्यम्. अलौकिक सत्यं तत् कृत्वा तदनन्तरं सूपस्य एव पूर्वप्रयोगः कृतः. पूर्वप्रयोगः कदा कुर्मः? इदानीं प्रत्ययानां लोपं कृत्वा, यथा ञस् इति प्रत्ययस्य लोपः भवति, तदनन्तरमेव पूर्वप्रयोगस्य कारणं भवति. इदानीं सूपप्रति इति अस्ति. सूपप्रति इति सिद्धरूपं वा? सूपप्रति इति महोदय अत्र ह्रस्व एकनिमिषं महोदय, इट् गोस् टु द बाटम् आफ् द डिस्टिङ्क्, सो ऐ जस्ट् एकनिमिषं. सूपस्य प्रति whenever I close and come back, it just disappears. That's what happened in other this thing also. One second. Etakshaparina. Okay, I got it. Okay. Supasya prati. Sarpis prati. Asta. Supasya andesha. Kinchit supaha iti artha. अत्र कार्यं किम् इति न वद वद अत्र प्राकडारसमास तत् सर्वे आगच्छति. अव्ययीभावस्य तद्दागच्छति. ह्रस्व नपुंसके इति सूत्रेण हंसः ह्रस्व इकारः अस्ति, तदेव तिष्ठति, तदेव सर्वे अपि. कथं तत् पदं भवति? कथं पदं भवति सूपप्रति? तत्तु प्रथमनिर्दिष्टं सूपसर्जनं तत्सर्वे कृतं न सर्वम् अभवत् इदानीं कथं पदं भवति तत् पदं दीर्घसूत्रेण अव्ययीभावसमासः समासः आगच्छति. अस्तु, एकनिमिषं विनय महोदय, भवान् वदतु महोदय. पदं केवलं भवति यथा नस् सुभलुक् भवति, प्रातिपदिकं भवति, परन्तु प्रथमतया शुभधातु प्रातिपदिकयोः प्रातिपदिकं निर्माणं भवति. तर्हि तर्हि प्रत्यलोपे प्रत्यलक्षणम् तत्तु पूर्वकार्ये अस्ति महोदय, सर्वं पूर्वे शब्दं भवति, शुभलुककारणेन पदं भवति अव्ययपदं. न न तद् अव्यये सूपप्रति इति प्रातिपदिकं भवति, समस्तपदमपि अव्ययीभावश्च अव्ययीभावश्च इति सूत्रेण अव्ययपदमपि संज्ञा भवति, नपुंसकसंज्ञा भवति. अहं जानामि, परन्तु प्रक्रिया अनन्तरम् आयाति, परन्तु प्रक्रिया पूर्वे आगच्छति इति वदामि न? अस्तु, अव्ययपदमस्ति, नपुंसकपदमपि अस्ति, अतः अनन्तरं सुप् प्रत्ययस्य योजनीयं भवति. ज्ञाप् प्रातिपदिकयोः इति अधिकारे सुप् ज्ञाप् प्रातिपदिकात् ज्ञाप् प्रातिपदिकात् इति सूत्रेण इत्यस्य अधिकारे तिप्तस् इत्यादीनि सुबन्ध प्रत्ययः भवति. सुप् प्रति अधियोगं सु इति चेत् तत्र अव्ययपदमस्ति, ततः अव्ययात् आप् सुपः इति सुप् प्रत्ययस्य लोपं पूर्वं सुप प्रति इति भवति अव्ययपदमिति कृत्वा सर्वे सुबन्धप्रत्ययाः लुप्तं भवति. सुप् प्रति इति एकमेव रूपं भवति सर्वप्रति. अस्तु भगिनि, धन्यवादः. अस्तु पुष्पा भगिनि, किञ्चित् म्यूट् मध्ये भवतु भगिनि, शब्दः आगच्छति. कृष्णा भगिनि क्षम्यतां महोदय, मया न श्रुतम् इदानीं. म्यूट् मध्ये म्यूट् मध्ये भवतु भगिनि, शब्दः आगच्छति. धन्यवादः. अस्तु अस्तु, शाकल्यस्य लेशः इति अरुणा भगिनी भवती प्रयत्नं करोति वा? आं महोदय, शाकस्य लेशः शाकस्य लेशः समस्तपदं शाकप्रति इति अस्ति. लेशः इति मात्रार्थे प्रति अव्ययपदं शाकशब्दस्य सह संयुज्यते. शाकप्रति शाकप्रति इकारान्तशब्दमस्ति, हस्तशब्दमस्ति. अव्ययभावात् सूत्रेण अव्यय अव्यय संज्ञा भवति. अव्यय नपुंसकलिङ्गाय अपि भवति. तदनन्तरं ज्ञाप् प्रातिपदिका सूत्रेण सुप्रत्यये विधीयते. अव्ययात् अप्सुपः इत्युक्त्वा सुप् लोपः भवति, केवलं शाकप्रति इति रूपं निष्पन्नं भवति. अत्र मुख्यविषयः कः भगिनि? अत्र मुख्यविषयः कः अस्मिन् शाकप्रति इति प्रक्रियायां यत् पूर्वम् अस्माभिः न दृष्टः अंशः कः? अत्र सुपप्रति प्रतिना माता इति सूत्रेण लेशः स्थाने प्रति अव्ययम् आगच्छति. तदेव लेशः शाकस्य इति अस्ति खलु, इदानीम् अहं भिन्नरीत्या पृच्छामि, लेशः शाकस्य इति पदमस्ति इदानीं, पदमस्ति लेशः शाकस्य. लेशः अर्थे भिन्नरीत्या अहं पृच्छामि, लेशः शाकस्य इति, शाकस्य लेशः इति नास्ति, लेशः शाकस्य. लेशः स्थाने प्रति इति अव्ययपदं विधीयते केन सूत्रेण इति सुप् प्रतिना मात्रार्थे इति. अत्र प्रतिना इति तृतीया विभक्ति अस्ति, ततः पूर्वपदं न भवति, शाखा एव पूर्वपदं भवति. अहं चिन्तयामि सुप्रतिना इति कृत्वा तत्र तदा कथं भवति, किं भवति? शाखा प्रथमं पूर्वपदं भवति, प्रति इति उत्तरपदं भवति. उत्तरपदं भवति. अस्तु, तदा तत्र अव्ययभावः इति सूत्रेण तस्य नपुंसकलिङ्गम् अव्ययम् इति सर्वम् आगच्छति. तदनन्तरं सुप्पदं सुप्रयोजनं, तदनन्तरं तस्य लोपः लुक् अपि भवति. अस्तु, तत्सर्वं भवति. तदा शाकप्रति इति सिद्धरूपं भवति. अस्तु, धन्यवादः. अस्तु, अत्र उषा भगिनी सर्पिषः लेशः, लेशः सर्पिषः इति स्वीकुर्मः. लेशः सर्पिषः, ओके. लेशः सर्पिषः इति अस्ति चेत् लेशः सर्पिषः, लेशः सुप्रतिना मात्रार्थे इति अनेन लेशः मात्रार्थे प्रति इति अव्ययम् आगच्छति. सर्पिषः इति सुबन्तपदं, सुप्रतिना मात्रार्थे इति विधायकसूत्रे, समासविधायकसूत्रे सुप् इति पदं प्रथमानिर्दिष्टौ अस्ति. प्रथमानिर्दिष्टौ अस्ति तस्मात् एव यत् पदं प्रथमानिर्दिष्टं तत् पदम् उपसर्जनं भवति. तत्कारणेन सुप् इति उपसर्जनं भवति. उपसर्जनं पूर्वप्रयोगं, पूर्वप्रयोगेन सुप् इति वा सुबन्तपदं प्रथम उपसर्जनं भवति. अत्र सर्पिस् ऐ हाव् लास्ट् द स्क्रीन् ओके ओके सर्पिषः लेशः सर्पिषः इति स्थिते अलौकिकविग्रहं सर्पिस् योगः ङस्, लेशः योगः सर्पिस् योगः ङस्. लेशः इत्यत्र प्रति इति भवति, प्रति प्रति ओके प्रति योगः सर्पिस् योगः ङस् इति स्थिते सर्पिस् इति उपसर्जनं भवति. ऐ मीन् ङस् प्रत्ययः सुपो धातुप्रातिपदिकयोः इति सूत्रेण अवयवरूपेण सुप् प्रत्ययः लोपः भवति. प्रति योगः सर्पिस् इति भवति. सर्पिस् इति सर्पिस् इति शब्दः उपसर्जनं भवति, तथा एव पूर्वप्रयोगम् अस्ति. सर्पिस् योगः प्रति इति भवति. प्रतियोगः सर्पिस् इति सर्पिस् योगः प्रति इति भवति. सर्पिस् योगः प्रति अव्ययपदम् अस्ति. अव्ययपदम् अण्ड् अव्ययम् अस्ति. तस्मात् अव्ययात् आप् सुपः इति सूत्रेण सुप् लुक् भवति. तस्मात् सर्पिस् प्रति सर्पिस् प्रति इति एव अस्ति. अस्तु, अग्रे अग्रे पठतु भगिनि. सर्पिस् योगः प्रति इत्यत्र अधुना सर्पिषः लेशः सर्पिस् प्रति न न न प्रति सर्पिस् योगः प्रति अधुना ससजुषो रुः. ओके, सर्पिस् योगः प्रति अधुना ससजुषो रुः इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः भवति. अतः सर्पिर् योगः प्रति इति भवति. रु इत्यस्य उकारः अनुनासिकः, अतः तस्य इत् संज्ञा भूत्वा लोपः भवति. सर्पिर् योगः प्रति इति भवति. केन सूत्रेण संज्ञा भवति? उकार उपदेशे अच् अनुनासिक इत् इति सूत्रेण उ इति लोपः भवति. लोपः भवति वा? इत्संज्ञा भवति. केन सूत्रेण लोपः भवति? तस्य लोपः सम्थिङ्ग् तस्य लोपः इति सूत्रेण लोपः भवति. अग्रे अपि पठतु. सर्पिर्योगः प्रति खरवसानयो विसर्जनीयः इत्यनेन पदान्तस्य रेपस्य स्थाने विसर्गो भवति खरीपरे. अतः सर्पिः प्रति सर्पिः प्रति इति भवति. सर्पिः सर्पिः योगः प्रति अधुना कुप्पो अख अप्पौ च इत्यनेन खवर्गे परे फवर्गे परे फवर्गे च परे विसर्गस्य स्थाने उपद्मानीयः विसर्ग आदेशः भवति. पक्षे विसर्गः एव तिष्ठति. अतः सर्पिः सर्पिः प्रति अथवा सर्पिः प्रति इति समासः सिद्ध्यति. अत्र अस्तु तत्र सर्पिः प्रति अथवा सर्पिः प्रति इति वक्तव्यं. सर्पिः प्रति सर्पिः इति वक्तव्यम्. अस्तु इदानीं कुपो कपौ च इति सूत्रं नूतनसूत्रमस्ति. करासाजविसर्जने वयं जानीमः इति अहं चिन्तयामि. ससजुषोरुः इत्यपि वयं जानीमः. अत्र संशयः न भवति इति अहं चिन्तयामि. अस्तु भगिनी, धन्यवादः. कुपो कपौ च इति सूत्रं तत्र रोहिणी भगिनी भवती पठति वा? महोदय कुत्र कुप्पो कपौ च कपौ च तत्र कुत्र इति अधुना कुप्पो कपौ च इत्यनेन कवर्गे परे पवर्गे च परे विसर्गस्य स्थाने विसर्गादेशो भवति. पक्षे अस्तु किञ्चित् अधोभागे तत्र अग्रे गच्छति चेत् कुप्पो कपौ च इति सूत्रस्य विवरणं दत्तमस्ति. कुप्पो कपौ च अष्ट अध्याये तृतीयपादे सप्तत्रिंशत् सूत्रम्. कवर्गे परे पवर्गे च परे विसर्जनीय विसर्गस्य जिह्वमूलीयस्य उपद्मानीयस्य च विसर्गादेशो भवति. पक्षे विसर्गः एव तिष्ठति. च शब्देन पक्षे विसर्ग एव. विसर्जनीयस्य सः इत्यस्य अपवादः. कुश्च पुश्च कुपु तयोः कुप्पोः इतरेतरे द्वन्द्वः. कश्च पश्च कपौ इतरेतरे द्वन्द्वः. कुप्पोः सप्तम्यन्दं कपौ प्रथमान्दं च अव्ययं त्रिपदम् इदं सूत्रं. विसर्जनीयस्य सः इत्यस्मात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं विसर्जनीयस्य कपौ कुप्पो च. अस्तु सूत्रस्य अर्थः कः? पदे कवर्गे परे पवर्गे परे च विसर्जनीयस्य स्थाने उपद्मानीयः अथवा लिह्वमूलीयः भवति. पवर्गे परे उपद्मानीयः सोरि कवर्गे परे उपद्मानीयः भवति. कवर्गे परे एव परे एव तस्मात् का परे भवति. कवर्गे परे अस्तु कवर्गे परे पूर्वम् उपद्मानीय भवति इत्यर्थः. सत्यं सत्यम् अवगतम्. उपद्मानीयः अथवा विसर्जनीयः भवति. उपद्मानीयः अथवा जिह्वामूलीयः भवति. अस्तु अस्तु अत्र मम प्रश्नः अस्ति. विसर्जनीयस्य सः इति सूत्रस्य निमित्तं किम्? खरिपरे खरिपरे समीचीनम् उत्तमं. खरिपरे विसर्जनीयस्य सः इति सूत्रं तत्र पूर्वम् अस्माभिः पठितम् आसीत्. विसर्जनीयस्य सः इदानीं विसर्जनीयस्य सः किं करोति इत्युक्ते खरिपरे खर्वर्णे परे किं करोति तत्र विसर्गस्थाने सकारादेशः भवति. इदानीं कवर्गपवर्गः खर् मध्ये इत्युक्ते ख फ खख इति एते वर्णाः तत्र खर् मध्ये सन्ति वा सन्ति वा न वा सन्ति सन्ति वा खर् मध्ये के के वर्णाः सन्ति खचटस चटस कप शशस शशस कप इति अस्ति खर् मध्ये अस्ति कर्मध्ये अस्ति इति कृत्वा विसर्जनीयस्य सह कार्यं कर्तुं प्रयत्नं करोति सत्यं खलु किमर्थं तत्र अष्टाध्यायी तृतीयपादे पूर्वत्र सिद्ध अधिकारे अस्ति पूर्वत्र सिद्ध अधिकारे अस्ति तत् सूत्रं प्रथमम् अस्ति तत्र एकनिमिषं तत्र तृतीयाध्याये षष्ठ अष्टाध्याये तृतीयपादे चतुस्त्रिंशत्तमं सूत्रम् अस्ति विसर्जनीयस्य सह इदानीं कुपो कपो च कुत्र अस्ति अष्टाध्याये तृतीयपादे सप्तत्रिंशत्तमं सूत्रमस्ति इत्युक्ते परसूत्रमस्ति परसूत्रमस्ति अत्र द्रष्टव्यं यद्यपि अष्टाध्यायी तृतीयपादे अष्टाध्याय्यां तृतीयपादे पूर्वत्र सिद्धाधिकारः अस्ति अत्र पश्यामश्चेत् विसर्जनीयस्य सह प्रथमं कार्यं कुर्यात् तु तस्य कार्यं निषिध्य कुपोकपोच इति सूत्रं कार्यं करोति इत्युक्ते विकल्पेन विकल्पेन चेदपि तत्र अयं तु अपवादरूपेण भवति अपवादरूपेण तत्र रूपद्वयं भवति इत्युक्ते तत्र विकल्पेन च इति उक्तत्वात् कुपोकपौ च इति कृत्वा च इति उक्तत्वात् तत्र रूपद्वयं भवति इति कृत्वा तत्र सर्पिस् अस्माकं उदाहरणं किं सर्पिः प्रति इति अस्ति सर्पिः सर्पिः प्रति इति रूपं भवति सर्पिः प्रति इति द्वितीयरूपं भवति इदानीं विसर्गस्य स्थाने सकारः अभवत् इति चेत् विसर्जनीयस्य सः इति सूत्रेण सकारः अभवत् इति चेत् कुपौ कपौ च इति सूत्रं कार्यं न कर्तुं शक्यते एव खलु अत्र कुपौ कपौ च सूत्रस्य निमित्तं किं विसर्गः विसर्गः भवेत् विसर्गस्य परे तत्र कवर्ग क ख अथवा फ फ इति एते वर्णाः स्युः तदा एव कुपोकपोच इति सूत्रं कार्यं करोति इदानीं विसर्जनीयस्य सः इति कार्यं कृत्वा कुपोकपोच कार्यं करोति इति नास्ति विसर्जनीयस्य अपवादः अस्ति कुपोकपोच तु विकल्परूपेण इति अवगन्तव्यं यस्मिन् पक्षे तत्र विसर्जनीयस्य सः कार्यं करोति तत्र कुपोकपोच इति कार्यं न करोति यस्मिन् पक्षे कुपोकपोच कार्यं करोति तत्र विसर्जनीयस्य कार्यं न अभवत् इति अवगन्तव्यम् अवगच्छामि अस्तु इदानीं अत्र अग्रिमपरिच्छेदं भगिनी भवती एव पठतु अग्रिमपरिच्छेदमपि भवती एव पठतु भगिनि उपरिस्थिते सूत्रे उपरितने सूत्रे उपरितने सूत्रे कवर्गे परे पवर्गे च इत्युक्तं तर्हि कवर्गीयपवर्गीय वा हश्वर्णः अस्ति चेदपि एतादृशं भवति किम् उपो कपौ च इत्यस्य कार्यं तदा एव भवति यदा विसर्गः आगतः किन्तु अग्रे हश्वर्णः अस्ति चेत् घरावसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव तस्मात् कुपोः कपौ च इत्यस्य अवसरः न उदेति एव अर्थात् कुपोः कपौ च इत्यस्य कार्यं तदा एव भवति यदा विसर्गस्य अनन्तरं ककार घकार पकार भकार एव सोरि पकार एतेषु कश्चन भवति चेत् ककार घकार च परे परः चेत् दिगोमूल्यस्य आदेशः विकल्पेन भवति पकार भकार च परः चेत् उपत्मानीयस्य आदेशः विकल्पेन भवति अन्यस्मिन् पक्षे उभयत्र विसर्गादेशः तिष्ठति ककार घकार अथवा पकार भकार अस्ति चेदेव कपोच विसर्गनीयस्य स्थाने उपत्मानीय अथवा जिह्वामूल्य आगच्छति अन्य वर्णाः चेत् न भवति अस्तु तत्र ख ख इति एतेषां वर्णानां वर्णानां निमित्तत्वेन एव तत्र उपद्मानीयः वा जिह्वामूलिनः भवति इदानीं जिह्वामूल्य इत्युक्ते किम् उपद्मानीयः इत्युक्ते किं कोऽपि वदति वा जिह्वामूल्य इति कण्ठः कण्ठस्थाने टङ्ग्स् द बेस् आफ् द टङ्ग् उषा भगिनी भवति वदतु तदनन्तरम् अन्य कोऽपि वक्तुम् इच्छति चेत् अनन्तरं उषा भगिनी वदतु पूर्णतया वदतु जिह्वामूल्य इत्यस्य जिह्वस्य मूलं कण्ठः अस्ति सो कण्ठशब्दः should be there in the place of visarga and upadmaniya is like blowing out so it's like up with the oshtaha oshtasya oshtasthanam tasya oshtasthane tah visargah bhavati tatra sthanam iti eva vishe bhavati uktavati mama prashna asit tatra upadmaniya itukte kim jihvamuliya itukte kim विसर्गः न न किम् इति अस्तु अस्तु अन्य कोऽपि प्रयत्नं करोति वा अयोग गोमति भगिनि भवत्याः ध्वनिः न श्रूयते भगिनि अयोगवाहाः विसर्गः अनुस्वारः जिह्वामूल्यः उपध्मान्यः एतानि एते अयोगवाहाः माहेश्वरसूत्राणि अयोगवाहा विषये किमपि न वदति परन्तु व्यवहारे लोके तेषाम् उपयोगः अस्ति यदा उषा भगिनी वदति स्थानं कण्ठात् ओष्ठात् भवति कण्ठात् इति दोषः अस्ति अस्तु भवतु अनन्तरं वदामि अयोगवाः अस्तु अरविन्द महोदय भवतः चिन्तनं किम् यदा भगिन्या उक्तम् अयोगवः इस्मिन् अत्र स्थानम् एवं प्रयत्नम् इति दर्शनीयं प्रयत्नेन विना स्थानस्य एव प्रसक्तिः नास्ति मम प्रश्नः उपद्मानीय इत्युक्ते किं जिह्वामूल्य इत्युक्ते किम् उपद्मानीयः इत्युक्ते यत्र विसर्ग अर्धविसर्गस्य परं पकारवर्ग अस्ति चेत् पकार पकार प्रथमद्वय वर्ण अस्ति चेत् अर्धविसर्गेण सहितम् उच्चारणीयं तदेव उपद्मानीयं समीचीनं यदि विसर्गस्य यत् यतस्य विसर्गस्य अनन्तरं खकार खकार प्रथम द्वितीय कवर्ग अस्ति चेत् अर्धविसर्गेण सहित उच्चारणीय शब्दः अस्ति जिह्वामूलीयम्। समीचीनं, तदेव अस्ति। तस्य जिह्वामूलीयः उपद्मानीय इत्युक्ते प्राक्, प्राक् इत्युक्ते पूर्वं, प्राक् अर्ध विसर्गसदृशः, विसर्गः नास्ति, विसर्ग अर्धविसर्गः। विसर्ग इत्युक्ते तत्र वयं जानीमः बिन्दुद्वयं भवति, अर्धविसर्गसदृशः इत्युक्ते तेषाम् अर्ध भाग भङ्गं कृत्वा तत्र अर्धभाग एव भवति, विस बिन्दोः भग्नं कृत्वा अर्धं भागमेव भवति चेत् तत्र लेखने तादृशमस्ति, उच्चारणे अर्धविसर्गसदृशः अस्ति, सदृशः इत्युक्ते समानता अस्ति। इदानीम् अर्धविसर्गसदृशः प्राक्, यदा प्राक् इत्युक्ते पूर्वम् आयाति, परं नास्ति, पूर्वं, केषां पूर्वम् इत्युक्ते ख ख फ फ एतयोः एतेषां पूर्वम् आयाति चेत् तदा जिह्वामूलीय उपद्मानीयौ इति वदामः। जिह्वामूलीयः ख ख इति अनयोः वर्णयोः पूर्वं भवति, उपद्मानीयः फ फ इति अनयोः वर्णयोः पूर्वं भवति। तेषाम् उच्चारणं किं? प्राग् अर्धविसर्गसदृश एव उच्चारणम्। इदानीं तत्र ककारस्य रामः खादति इति अस्ति, रामः खादति इति, तत्र उच्चारणं रामः इति विसर्गान् अन्ते, रामः इति शब्दस्य अन्ते विसर्गः अस्ति, खादति इति शब्दे प्रथमवर्णः अस्ति ख, तदा तस्य उच्चारणं द्विविधं भवति, रामः खादति इत्यत्र विसर्गस्य प्रयोगः, तदनन्तरं द्वितीय अस्ति तत्र रामः खादति इति पुपोकपोच इति सूत्रेण जिह्वामूलीयस्य प्रयोगः, रामः खादति। इदानीम् अस्मिन् उदाहरणे, अस्माकं प्रकृत उदाहरणे, तत्र सर्पिः प्रति इति अस्ति, सर्पिः इति तत्र विसर्गः अस्ति, सर्पिः प्रति इत्यत्र जिह्वामूलीयः क्षम्यताम् उपद्मानीयः अस्ति, उपद्मानीयः तदपि प्राग् अर्धविसर्गसदृश भवति तस्य उच्चारणं, सर्पिः प्रति इति भवति। अत्र जिह्वामूलीयस्य उच्चारणस्थानं जिह्वामूलम् इति अस्ति, कण्ठः नास्ति, जिह्वामूलम् अस्ति, ख ख इति अस्ति खलु, रामः खादति, ख ख इति भवति, रामः खादति इति कृत्वा तत्र कण्ठः नास्ति तु तस्य जिह्वामूलम् इति अस्ति स्थानम्, उपद्मानीयस्य ओष्टौ इति स्थानम् अस्तु। अतः सर्पिः प्रति इति अत्र करावसामि विसर्जनीयः, ससदिशोरुः करावसामि विसर्जनीयः, तदनन्तरं कुपौ कपौ च इति सूत्राणां कार्यं भविष्यति। अस्तु अरविन्द महोदय, भवान् सुखस्य लेशः करोति वा? सुखस्य लेशः सुखस्य लेशः अत्र सुखप्रति इति अन्तिमरूपं, मात्रार्थे प्रति इति अव्ययं, लेशः निर्दिष्टमस्ति, सुखः इति सुबन्धपदं सूत्रे सुप्रतीना मात्रार्थ इति विधायकसूत्रे सुख इति सुबन्धपदं प्रथमान् निर्दिष्टमस्ति इति कृत्वा सुख प्रथमं भवति. प्रति इति उत्तरपदम् अस्ति, उत्तरं भवति, उत्तरपदम् भवति. तत् कृत्वा सुखप्रति इति एव भवति. कृसो नपुंसके प्रातिपदिकस्य इति कृत्वा अन्तिम अवर्णस्य कृसत्वं भवति. अस्तु, तदनन्तरं सुप्योजनं तस्य लुक् भवति, अपि लुक् भवति अव्यातं सुपः, तदा सिद्धरूपं भवति सुखप्रति. सुखप्रति अस्तु. अग्रे भवानेव पठतु. तत्र इदानीं शास्त्र अत्र प्रक्रियायां सन्देहः अस्ति वा यस्य कस्यापि प्रक्रियायां सूत्राणां विषये? प्रक्रिया कथं भवति इति स्पष्टः अस्ति वा? आम् महोदय. सर्वेषां मनसि स्पष्टः अस्ति वा? स्पष्टा अस्ति वा प्रक्रिया? एकः प्रश्नः महोदय पृच्छतु. अधुना कुप्पः पौच्छः, अहं यदि एक भवान् एकवारं वदतु तर्हि अहं प्रायः अवगच्छामि, सम्यक् अवगच्छामि. यथा मम भ्रमः अस्ति, कख कख अहं केवलम् अत्र पश्यामि, कख पञ्चः, परन्तु भवान् जिह्वामूल्य अस्ति, कफ ओष्ठः, ओष्ठः उक्थामी अस्ति वा अन्यतर कख अभिजः न अवगतं महोदय. यदि एकवारं यदि भवान् वदति तर्हि अहं प्रायः सम्यक् अवगच्छामि. अस्तु, अहं वदामि. मात्रार्थे इत्यत्र अस्माकं कस्य कस्मिन् विषये भवतः सन्देहः अस्ति? केवलं सूत्रस्य अर्थे वा प्रक्रियाविषये वा इति प्रथमं भवति. सूत्रस्य सम्बद्धे गच्छामि, परन्तु प्रक्रियायां सन्देहः अस्ति वा? प्रक्रियासम्बन्धे बिन्दु यथा भवति विसर्ग बिन्दुद्वयं, परन्तु यदि रामः खादति तर्हि बिन्दुद्वयं विसर्ग कोऽपि म अपि च ख सम्बद्धे भवति वा न? केवलं मा कुत्र कुतः आगतः? राम इत्यत्र रामः खादति इति अस्ति, रामः खादति इति अस्ति. अतः रामः खादति इत्यत्र अस्तु. प्रथमं जित्वा मूलीयः इत्युक्ते प्राग् प्राग् अर्ध विसर्गसदृशः इति अवगन्तव्यं. प्रागर्थविसर्गसदृशः खखवर्णयोः खखवर्णयोः प्रागर्धविसर्गसदृशः इति विश्वमूल्यः इत्युक्ते खख इति वर्णद्वयमेव विश्वमूल्यस्य निमित्तमस्ति. इदानीं ग वा घ वा अथवा ज्ञा वा ज्ञा वा तस्य निमित्तं नास्ति इति अवगन्तव्यम्. तत्र खखवर्णयोः प्राक् अर्धविसर्गसदृशः जिह्वमूलीयः. इदानीं रामस् इदं अत्र प्रक्रिया कथं भवति? तत्र रामस् रामयोग सु इति अस्ति योग तदा राम स इति भवति तत्र अस्तु रामसु रामस् इति अस्ति रामस् खादति इति अस्ति चेत् तत्र रामस् इत्यत्र ससजुषोरुः इति सूत्रेण ऋत्वम् अहं गच्छामि ऋजोषुरुः तत्र इत् भवति विसर्गः तिष्ठति अतः रामर भवति तर्हि राम भवति तदनन्तरं विसर्जनीयशुरुः करवसानयोर्विसर्जनीयः इति विसर्गः आदेशः भवति खलु. अहं जानामि परन्तु मम प्रश्नः अस्ति स्थानम् एतत् तु विसर्गः आगतः केन सूत्रेण आगतः खरवसानयोर् न प्रक्रिया गच्छामि परन्तु यदि रामः अहं कुप्वोः अधुना कुप्वसूत्र आधारेण इदानीं तत्र गन्तुं खर् ख तत्र ख इति खर् मध्ये अस्ति खलु खर् खर् मध्ये अस्ति खर्वासानयोर्विसर्जनीयः इति सूत्रं कार्यं करोति. खर्वासानयोर्विसर्जनीयस्य विकल्पसूत्रमस्ति कुपौ कपौ च कुपौ कपौ च कुपोः कपौ च इति. इदानीं अभावपक्षे तत्र विसर्ग अभावपक्षे किं भवति? तत्र जिह्वामूल्यं भवति. जिह्वामूल्यं कथं लिखामि अत्र मम मध्ये नास्ति जिह्वामूल्यं अत्र अत्रैव जिह्वामूलि उपद्मनीयः काख इति ककाभ्यां प्राक् अर्धविसर्गसदृशजिह्वामूलीयः इति अस्ति. अत्र पश्यन्तु अत्र स्थापयामि खलु एतत् काख इति ककाभ्यां प्राग् अर्धविसर्गसदृशजिह्वामूलीयः. सङ्कर्षणः कर्षति सङ्कर्षणः कर्षति रामः खादति तादृशं तत्र उपद्मानीयं भवति जिह्वामूलीयः भवति. उपद्मानीयः फ इति फफाभ्यां फ इदानीं विद्यां प्राग् प्राग् इति पूर्वं पञ्चमी एव भवति इति कृत्वा तत्र इति कवर् वर्णाभ्याम् इति भवति इति भवति अस्तु इदानीं रामः अत्र खादति इति भवति रामः खादति इति भवति एवं भवति धन्यवादः रामः खादति एतत्तु कुप्पो कपोच कुप्पोः कपोच तत्र उपद्मनीयदिशमये लेखनीयं तु प्रश्नः कुप्पोः सत्यं कुप्पोः इति एवं वा तत् कपौ च तत्र कपौ इति विभक्ति का इति पदस्य विभक्ति का विभक्ति विभक्ति का कपौ विभक्ति कुपु कुपु शब्द अस्ति तर्हि गुरुसमान् गुरोः भवति वा न अत्र कुपोः अत्र तु कुपोः इत्यस्य षष्टिविभक्ति द्विवचनं खलु षष्टिभक्ति द्विवचनं गुर्वोः कुप्पोः अस्य विभक्तिवचनं किम् कुप्पो कुप्पौ कुप्पौ इत्यस्य कुप्पो वा कपौ कपौ कपौ इत्यस्य कपौ इत्यस्य विभक्ति का प्रथमविभक्ति द्वितीयवचनं द्विवचनं सत्यं प्रथमविभक्ति द्विवचनं इति अवगन्तव्यम् इति कृत्वा एव आदेशरूपेण आगच्छति विसर्गस्य स्थाने दिफमूलीयः विसर्गस्य स्थाने उपद्मानीयः अस्तु इदानीं स्पष्टः इति अहं चिन्तयामि दिफमूलीयः एतदपि अस्माकं शस्त्रत्ययस्य सुप्रतिना मात्रा अस्ति अस्तु अत्र इदानीं संशयः अस्ति वा इत्य कस्यापि अस्मिन् विषये न कोऽपि संशयः नास्ति अहं अग्रे पुस्तकं पठामि च परन्तु एतत् प्रायः उच्चारणसंशयमस्ति इति मन्ये अत्र तदेव प्राक् अर्धविसर्गसदृशः अस्ति उच्चारणम् उच्चारणं तस्य स्थानम् अस्ति जिह्वामूलं जिह्वामूलं मूलम् अस्ति स्थानम् अस्य तु ओष्ठौ अपि च ओष्ठम् अपि च विनोदमहोदय विनोदमहोदय यदि हिन्दी हिन्दीभाषायां हक् इति आप् वदन्ति चेत् हक् तत्र हकार ककारस्य मेलनम् अस्ति वा हक् हक् अन्यविषयः हक् तत्र हकार पूर्वं पूर्णं नास्ति अर्थ हकार equivalent to pronouncing like her. That's what you're saying. Yes. you don't take full the full ha but the latter part of hakara and then followed by ka rama atra atra uchcharane ramah ramah right ramah like that ramah ramah iti vati when you say puff reverse the puff in English you say puff no reverse the puff then you get upadmaniya pa iti lo satya no problem रामः रामः तत्र रामः खादति इत्यत्र रामः इति किञ्चित् तत्र ककारस्य अपि योजनं भवति विसर्गेन सह किञ्चित् ककारस्य योजनं विसर्गस्य अर्धसदृश उच्चारणम् एतत् सर्वं रामः रामः खादति रामः खादति इति भवति रामः खादति रामः पठति रामः रामः पठति एवं रामः पठति इति भवति रामः पठति रामः पठति अथवा रामः पठति इति भवति रामः पठति इति भवति अस्तु तत्तु भिन्नविषयम् अस्तु एतावता अत्र अस्माभिः पठितं तत्र संशयः नास्ति इति अहं चिन्तयामि अस्तु अरविन्द महोदय तत्र अस्माकं पाठ तत्र चतुर्थबिन्दोः आरम्भे सुप्रतिना माता इति सूत्रस्य अनन्तरं सूत्रस्य विवरणस्य अनन्तरम् अस्मिन् सूत्रे सुप् इति शब्दः इति अस्ति तत् पठति वा अस्मिन् सूत्रे सुप् इति शब्दः प्रथमाविभक्तौ अस्ति अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति उपसर्जनसंज्ञानन्तरं सुप् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण सुबन्तपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः सुबन्तपदं पूर्वपदे भवति उत्तरपदं प्रति इति अव्ययं भवति अयं समासः नित्यः न तु वैकल्पिकः यतोहि विभाषा इत्यस्मात् सूत्रात् पूर्वम् अस्ति इति यतोहि अस्मिन् यस्तु परिच्छेदस्य विवरणम् अस्ति सुप्रतिनामात्रार्थे इति सूत्रे सुप्रथमान् निर्दिष्टमस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा उपसर्जनं पूर्व इति सूत्रेण पूर्वनिपातं भवति एवं विभाषा इति सूत्रस्य पूर्वम् अस्ति इति विधायकसूत्रमस्ति कृत्वा तस्य सन्धि नित्यः भवति अत एव सन्ति समास सुबन्धे पूर्वं सन्ति अयं समासः नित्यः समासः नित्य नित्यसमासः अस्तु न तु वै तत्र एतदेव अस्माकं अस्माभिः पूर्वं तत्र प्रक्रियाकाले चिन्तितम् इदानीम् अस्मिन् सूत्रे किमर्थं तदपि पठतु महोदय अस्मिन् सूत्रे किमर्थं सुभामन्त्रिते पराङ्गपत्स्वरे इत्यस्मात् सुभात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः अस्वीकृत्य साक्षात् सूत्रे एव सुप् इति उक्तम् अस्य समाधानम् इदानीं प्रश्नः कः प्रश्नः इति इदं पर्यन्तं सुप्रदीनामात्रात् सुभामन्त्रिते पराङ्गवत्स्वरे इति सूत्रात् सुप् इति अनुवृत्तिरूपेण स्वीकृतम् अस्माभिः किन्तु अस्मिन् सूत्रे सुप् इति पदं सुप्रतिपदं सूत्रे एव दृष्टमस्ति इति कृत्वा अनुवृत्ति न भवति सुभामन्त्रिते पराङ्गवत्स्वरे इति सूत्रात्. तदेव वैशिष्ट्यमस्ति अस्य सूत्रस्य. सत्यं तदेव. किमर्थम् उक्तं तत्र सुप् इति उक्तम् इति प्रश्नः उदेति. एतत् सर्वं शास्त्रविषये अस्ति. अस्तु, अग्रे अपि तत्र परिच्छेदद्वयमस्ति, तत् पठतु महोदय. अग्रिमवर्गे अपि एतत् पठेम, समयः अपि नास्ति. अस्तु, किञ्चित् पठेम, किञ्चित् समाधानम् एव यत् अव्ययं विभक्तिसंहित इति दीर्घसूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः मा भूत् इति कृत्वा सूत्रे एव सुप् इति साक्षात् उक्तम्. यदि सुप्रदीना मात्रात् इति सूत्रे सुप् इति न उक्तं तर्हि सुप् इत्यस्य अनुवृत्तिः भवति सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात्. तेन सः अव्ययम् इत्यस्य अपि अनुवृत्तिः भवति. अव्ययं विभक्तिसंहितसमृद्धिदीर्घसूत्रात् एतादृश अनुवृत्तिक्रमः आसीत् पूर्वसूत्रपर्यन्तं, तर्हि अस्मिन् सूत्रे अपि तथैव भवति. परन्तु तथा भवति चेत् कः क्लेशः इति अग्रे उच्यते. अस्तु, अत्र अस्तु, अर्थः कः महोदय? यदा उक्तम् अव्ययं विभक्ति इति दीर्घसूत्रात् अव्ययं पदम् एवं सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सुप् इति पदम् अपि अनुवृत्तिरूपेण अस्मिन् सूत्रपर्यन्तम् अनुवृत्तिरूपेण उपयुज्य प्रथमानिर्दिष्टं किं पदम् उत्तरपदं किम् इति वयं दृष्टं. किन्तु अस्मिन् सूत्रे सुप्पत्तिना मात्रात्ते इति सूत्रे सुप् इति विशिष्ट कार्येण निर्दिष्टं कृत्वा तस्य प्रथमा विभक्ति एवम् अस्ति इति कृत्वा सुप्रदीना मात्रात्ते इत्यस्य अनुवृत्तिः बाधकं भवति इति कारणेन सुप् इति पदम् एव पूर्वं भवति इति अस्य सूत्रस्य विशिष्ट. अत्र सुप्रतिना मात्रार्थे इति तत्र परिच्छेद सूत्रस्य विवरणं दत्तमस्ति खलु. तस्मिन् परिच्छेदे अन्ते अनुवृत्तिसहितसूत्रमिति अस्ति. तत्र पश्येमश्चेत् सुप् मात्रार्थे प्रतिना सुपासः अभिभावः समासः इत्येव उक्तमस्ति. अत्र अव्ययम् इति पदम् अनुवृत्तिरूपेण न आगच्छति, एवं सुप् इति पदम् अनुवृत्तिरूपेण न आगच्छति, न स्वीकृतमस्ति. इदानीं कियत्पर्यन्तं तादृशम् अनुवृत्तिः स्वीकरणीयम् इति चेत् तत्र पूर्वं सूत्रेषु उदात्त अनुदात्त स्वरित चिह्नानि आसन् पूर्वतनकाले. इदानीं तद् नष्टा इत्युक्ते चिह्नानां प्रयोगः नष्टः जातः इति कृत्वा तत्र व्याख्यानं दृष्ट्वा एव वदामः एतानि पदानि अनुवृत्तिरूपेण अस्मिन् सूत्रे आयाति इति आयन्ति इति. अस्मिन् सूत्रे सुप् इति पदं साक्षात् उक्तमस्ति इति कृत्वा सः सुपा इत्यस् सहसुपा इति सु इति क्षम्यताम् अत्र समर्थप्रदवतिः सुभामन्त्रिते इति सूत्रात् सुप् इति पदम् अनुवृत्तिरूपेण न आगच्छति. अपि च अव्ययविभक्तिसमीपसमृद्धिः इति सूत्रात् अव्ययम् इति पदम् अनुवृत्तिरूपेण न आगच्छति. किमर्थम् इति तदेव यत् भवता पठितं तदेव आशयः. अनुवृत्तिरूपेण पदद्वयं न आगच्छति अत्र एव उक्तमस्ति सुप् इति पदम् इति कृत्वा सुप् इत्यस्य अनुवृत्तिः न भवति, अव्ययम् इत्यस्यापि अनुवृत्तिः न भवति. यदा अनुवृत्तिरूपेण आगच्छति चेत् कः दोषः, कः क्लेशः इति अग्रिमवर्गे चिन्तयामः. अस्तु, एतावता भवता पठितं तद् सर्वैः बुद्धं वा इति अहं न जानामि. तु अग्रिमवर्गे इतोपि चिन्तनं कुर्मः अस्मिन् विषये, पुनः पठित्वा चिन्तनं कुर्मः. किञ्चित् पठन्तु, किञ्चित् अस्य विषयः शास्त्रविषये एव अस्ति. ये अवगन्तुम् इच्छन्ति ते अवगच्छन्तु, तावदेव अस्ति. तत्र प्रक्रिया सर्वैः अवगन्तव्या अस्ति, कथं भवति इति प्रक्रियाविषये सर्वैः अवगमनं भवेत् एव, सर्वेषाम् अवगमनं भवेत् एव. अस्तु महोदय, सर्वेभ्यः नमस्कारः, धन्यवादः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.